पद्मपुराणं खण्डं 2 भूमिखण्डम् अध्यायम् 80 पिप्पल उवाच कामकन्यां यदा राजा उपयेमे द्विजोत्तम किं चक्रादे तदा ते द्वे पूर्वभार्ये सुपुण्यके देवयानी महाभागा शर्मिष्ठा वार्षपर्वणि तयोश्चरित्रं तत्सर्वं कथयस्व ममाग्रदः सुकर्मोवाच यदा नीदा कामकन्या स्वगृहं तेन भूभुजा अत्यर्थं स्पर्धते साधु देवयानी मनस्विनी तस्यार्थे तु सुतौ शब्दौ क्रोधेन कुलितात्मना शर्मिष्ठां च समाहूय शब्दं चक्रे यशस्विनी रूपेण तेजसा दानैः सत्यपुण्यव्रतैस्तथा शर्मिष्ठा देवयानी च स्पर्धेरे स्म तया सह दुष्टभावं तयोश्चापि साज्ञासीत् कामजा तदा राज्ञे सर्वं तया विप्रकथितं तत् क्षणादिह अध क्रुद्धो महाराज समाहूया ब्रवीद्यदुं शर्मिष्ठावध्यतां गत्वा शुक्रपुत्री तथा पुनः सुप्रियं कुरु मे वत्स यदि श्रेयो हि मन्यसे एवमाकर्ण्य तत्तस्यपि दुर्वाक्यं यदुस्तदा प्रत्युवाच नृपेन्द्रं तं पितरं प्रतिमानद नाहं तु खादयेताद मातरौ दोषवर्जिते मातृकादे महादोषकथितो वेदपण्डितैः तस्मात् खादं महाराज एदयोर्न करोम्यहं दोषाणां तु सहस्रेण मादालिप्ता यदा भवेद भगिनी च महाराज दुहिता च तथा पुनः पुत्रैर्वा भ्रातृभिश्चैव नैव वध्या भवेत् कदा एवं ज्ञात्वा महाराज मातरौ नैव खादये यदोर्वाक्यं तदा श्रुत्वा राजा क्रुद्धो बभूवः शशापतं सुदं पश्चाद्ययादिपृथिवीपदिः यस्मादाज्ञाहदा त्वद्य त्वया पापि समोऽपिः माधुरंशं भजस्वत्वं मच्छापकलुषीकृतः एवमुक्त्वा यदुं पुत्रं ययादिपृथिवीपदिः पुत्रं शप्त्वा महाराजस्तया सार्धं महायशाः रमदे सुखभोगेन विष्णोर्ध्यानेन तत्परः अश्रुबिन्दुमदी सा च तेन सार्धं सुलोचना बुभुजे चारु सर्वाङ्गी पुण्यान् भोगान् मनोनुगान् एवं कालो गतस्तस्य ययातेस्तु महात्मनः अक्षया निर्जराः सर्वा अपरास्तु प्रजास्तथा सर्वे लोका महाभाग विष्णुध्यानपरायणाः तपसा सत्यभावेन विष्णोर्ध्यानेन पिप्पला सर्वे लोका महाभाग सुखिनः साधुसेवकाः इति श्रीपद्मपुराणे भूमिखण्डे वेणोपाख्याने मातापितृतीर्थवर्णने ययाति चरित्रे शीतितमोऽध्यायः ॐ